नमस्कारः, अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतं। धातुपाठे हल्सन्धिः तृतीयभागः प्रचलति इदानीं। तत्र थकारादिप्रत्यये परे कार्याणि कानि इति, हल्सन्धिकार्याणि कानि इति दृष्टवन्तः। अनुनासिकान्तम् अङ्गं भयन्तं दृष्टवन्तः। प्रथमं तु यथा वर्गप्रथम द्वितीय तृतीय चतुर्थ तृतीयवर्णः प्राक् यदा थकारादि प्रत्ययः परः अस्ति चेत् सामान्यकार्यं तु खरी च इति दृष्टवन्तः। सर्वत्र यदा वयं ख ख घ अस्ति वा, ठ ठ ढ अस्ति वा, छ छ ज अस्ति वा, तत्र करीच इत्येव सामान्यसूत्रम्। अनन्तरं यदा वयं चकारान्तधातुः स्वीकुर्मः चेत् महाप्राणचकारः, तत्र तुक्सहितचकारः वा तुक्रहितचकारः वा इति द्रष्टव्यं। तुक्सहितचकारः अस्ति चेत् श्वोः षूडनुनासिके च व्रश्च व्रश्च इत्यस्य कार्यं भवति। अनन्तरं ष्टुनाष्टुः इत्यस्यापि कार्यं भवति यथासङ्गम्। तुक्रहितश्चेत् चोहोकुः इत्यस्य कार्यम्। अतः सामान्यकार्यं तु सर्वत्र खरी च इत्येव। अनन्तरं चकारान्तधातोः विषये एव किञ्चित् वैशिष्ट्यमस्ति इति कृत्वा तत्र अन्यानि सूत्राणि अपि तत्र प्रवर्तते। यथा अनन्तरं वयं दृष्टवन्तः, यदा धात्वन्ते चतुर्थवर्णः अस्ति चेत् किं कार्यं भवति इति। तत्र तु जशस्तथोर्धोर्धः इति इत्यनेन प्रत्ययादौ यदा तकारः अस्ति चेत् तस्य स्थाने धकारादेशः भवति इति दृष्टवन्तः। जशस्तथोर्धोर्धः जलां जश् जशि, यदा धकारः आगच्छति जश्वर्णः भवति इति कृत्वा जलां जश् जशि इत्यनेन जष्त्वम्। अनन्तरं तु अस्माकम् अनुनासिकान्तम् अङ्गं नकारान्तमकारान्तधातुभ्यः तकारादि प्रत्ययानां योजनविधिः इत्यत्र सामान्यनियमः तु अनुनासिकस्य क्विजलोः ङिति इत्यनेन उपधा दीर्घः भवति। अनुनासिकस्य अङ्गस्य उपधायाः दीर्घः भवति क्वि जलोः इति दृष्टवन्तः जलीपरे। तत्र एव क्विप् इत्यस्य सर्वापहारलोपः भवति इत्यपि दृष्टवन्तः। ङिति क्वि जलोः ङिति इति। अनन्तरं विशेषनियमः आसीत् अनुधात उपदेशवनतितनोत्यादीनाम् अनुनासिकलोपो झलि इति। तत्र अङ्गस्य अनुनासिका अन्त अङ्गस्य लोपः भवति। अनुनासिकस्य क्विजलोः ङिति इत्यत्र उपधायाः दीर्घः भवति। द्वितीयविशेषसूत्रेण तु अनुनासिकस्य अङ्गस्य लोपः भवति। तस्य एव अपवादसूत्रमासीत् झनसनखन खनां सञ्जलोः। तत्र झनसनखन इति यद् विशिष्टदातवः सन्ति तेषाम् अङ्गानाम् आर्त् भवति झलि सञ्जलोः इति दृष्टवन्तः। अतः तावत्पर्यन्तं वयं दृष्टवन्तः। अद्य यकारान्तधातुभ्यः पश्यामः। नमस्कारः भगिनि। नमस्ते भगिनि। नमस्ते भगिनि। नमस्ते महोदय। आम्, श्रीवल्ली भगिनी पठति वा? आं भगिनि। यकारान्तधातुभ्यः तकारादि ठकारादि च प्रत्ययानां योजनविधिः। यकारान्तधातुभ्यः तकारादि ठकारादि वा प्रत्ययः परे अस्ति चेत् यकारस्य लोपः भवति लोपो व्योर्वलि इति सूत्रेण। यथा जाहै योगहति जाहति, जाहै योगः तः जाहतः, जाहै योगः तः जाहतः। यकारान्तधातुभ्यः प्रत्यय आदिः तकारादि तकारादि अस्ति चेत् यकारस्य लोपः भवति। सूत्रमस्ति लोपो व्योर्वलि इति सूत्रेण उदाहरणानि जाहै योगहति जाहै इति यकारलोपः भवति रूपं भवति जाहति जाहै योगः तः तकारादिप्रत्यये परे यकारस्य लोपः भवति जाहतः जाहै योगः तः यकारस्य लोपः भवति तकारादिप्रत्यये परे जाहतः इति रूपं भवति सूत्रं लोपो व्योर्वरि वकारस्य वकारयकारयोः लोपः भवति वल् प्रत्याहारे परे वकार च व्यौ इतरेतरद्वन्द्वः तयोः व्योः लोपः प्रथमान्तं व्योः षष्ट्यन्तं वलि सप्तम्यन्तं त्रिपदमितं सूत्रम् सूत्रं स्वयं सम्पूर्णं व्योः लोपः वलि आं भगिनि व्योर्वलि वकारयकारयोः लोपः भवति वल् प्रत्याहारे परे वल् प्रत्याहारे इति यकारवर्जयित्वा सर्वे व्यञ्जनानि सन्ति वल् प्रत्याहारे परे वकारान्तधातोः तकारादि च प्रत्यये परे हल्सन्धिकार्यस्य अवसरः नास्ति तत्र ऊटभावः भवति स च ऊट् भावः अङ्गकार्यं न तु सन्धिकार्यम् इतोपि बोधनार्थगतपाठः द्रष्टव्यः सकारादिप्रत्यये परे आं भगिनि वकारान्तधातोः विषये तकारादितकारादिप्रत्यये परे हल्सन्धिवर्णस्य अवसरः नास्ति किन्तु तत्र ऊट् अभावः भगिनि अत्र ऊट अभावः करपत्रे एकनिमिषं अभावः इति अस्ति अत्र ऊटभावः इति अस्ति टैपो इति भवति खलु भगिनि अतः द्वयोः एकस्थले ऊट् अभावय आप्तदृष्ट ऊट् भावः कुत्र भवति सकारादिप्रत्यये परे ऊट् भावः अस्माकं शोः शूडनुनासिके च एव किल तत्र एव तदेव शोः शूडनुनासिके वकारः तत्र राल्लोपः इति भवति शोः शूडनुनासिके च इत्यनेन सामान्यसूत्रमस्ति शोः शूडनुनासिके च अनन्तरं ज्वरत्वर श्रिव व्यवि माम् उपधायाञ्च इत्यनेन तत्तु शोः शूडनुनासिके च इत्यस्य अपवादः अनन्तरं लोपो व्योर्वलि बकारादिपरे ऊट् भवति चोको शूडनुनासिके च इत्यनेन एव ऊट् भवति ऊट् भावः एव सम्यक् अतः यकारान्तधातुभ्यः तत्र लोपो व्योर्वलि इत्यनेन यकारस्य लोपः यथा वल् प्रत्याहारस्थवर्णः परः अस्ति चेत् यकारस्य लोपः इति लोपो व्योर्वलि इति किल अतः एव ते वकारस्य विषये वदन्ति समीचीनं सम्यक् अस्तु धन्यवादः भगिनि उषा भगिनि अग्रिम यत्र यत्र परिचितसूत्राणि सन्ति तत्र वयं किञ्चित् अग्रे सरामः यदा व्रश्च सूत्रं तु बहुवारं वयं पठितवन्तः अतः शकारान्तधातुभ्यः तकाराति च प्रत्ययानां योजनविधिः शकारान्तधातुभ्यः थादि वा प्रत्यये परे शकारस्य स्थाने शकार आदेशः भवति वृश्चभृत्यस्विजं विजयजराजब्राजच्चशांशः इति सूत्रेण प्रत्ययादौ स्थितस्य तकारथकारयोः स्तुत्वसन्धिना तकारस्थाने टकारः अपि च ठकारस्थाने ठकारः आदेशः भवति. यथा व्रश् योगः इति व्रश्च व्रश्च चषांशः इत्यनेन षत्वं वश् ओ वश् योगः वश् योगः इति शकारान्तदातु सो व्रश्च व्रश्च चषांशः इति सूत्रेण वश् भवति. वश् योगः इति ष्टुनाष्टुः इत्यनेन तकारस्य स्थाने ष्टुत्वं भवति वष्टि इति भवति. उष् योगः तः व्रश्च व्रश्च सृज मृज इत्यनेन षत्वम् उष् शकारस्य स्थाने शकारादेशः भवति. उष् योगः तः तः थ स्थाने ष्टुनाष्टुः इत्यनेन उष्टः भवति. एवमेव ईश् योगः ते ईश् योगः ते ईश् ओके ईश् योगः ते बिकम्स् ईश् योगः ते ईश् योगः तकारस्य स्थाने टकारादेशः भवति श्रुनाष्टुना. ईश् योगः ते ईष्टे एवम् एष् योगः ताः ऐश् सारि ऐश् योगः ताः ऐश् योगः ताः ऐश् योगः ताः देन् बिकम्स् ऐष्ठाः ओके. व्रश्च व्रश्च विनो सो ष्टुनाष्टुः अपि स्किप् ष्टुनाष्टुः इत्यस्य प्रथमवाक्यमेव पठतु भगिनि. दन्त्यसकारस्य थवर्गीयवर्णस्य छ स्थाने मूर्धन्यशकार आदेशः टवर्गीयवर्ण आदेशश्च भवतः मूर्धन्यशकार टवर्गीयवर्णयोः योजनेन. स्तोः ष्टुनाष्टुः संहिताया अत्रापि यथासङ्ख्यम् अनुदेशसमानम् इत्यनेन तत्र यथाक्रमं भवति. ष्टुनाष्टुः इति अस्ति किल, अतः यथाक्रमम् आदेशः भवति. समीचीनम्. अतः दन्त्यसकारः तवर्गवर्णः तेषां स्थाने मूर्धन्यषकारादेशः टवर्गवर्णस्य स्थाने टवर्गवर्णः च भवतः. अतः व्रश्च व्रश्च प्रथमम् अनन्तरम् अत्र अवसरः अस्ति इति कृत्वा ष्टुनाष्टुः इत्यस्यापि कार्यम्. तदेव शकारान्त ताळव्यशकारान्तधातुभ्यः कार्यं. धन्यवादः भगिनि. विजया भगिनी शकारान्त पठति वा? पठामि भगिनि. बिन्दुः षट् शकारान्तधातुभ्यः तकारादि तकारादि च प्रत्ययानां योजनविधिः. धात्वन्ते शकारस्य कोऽपि विकारः नास्ति. प्रत्ययादौ स्थितस्य तकारतकारयोः श्रुत्वसन्धिना तकारस्थाने प्रथमटकारः टावर्गस्य प्रथमटकारः अपि च द्वितीयटकारस्थाने द्वितीयटकारः आदेशः भवति. द्वेष् योगः ति स्टुनाष्टुः इत्यनेन श्रुत्वं भवति. द्वेष् योगः ति द्वेष्टि इति. एवमेव दिश् योगः तः द्विष् योगः तः द्विष्टः. अचष् योगः त अचष् योगः त अचष्टः. अचष् योगः ताः अचष् योगः ताः अचष्टाः इति भवति. तत्र शतं तकारादि तकारादि प्रथमवर्णस्य द्वितीयवर्णस्य स्थाने क्रमेण टावर्गस्य प्रथमवर्णः द्वितीयवर्णः आदेशः भवति. अतः तत्र यदा वयं गतपाठे दृष्टवन्तः शकारान्तधातुः अस्ति चेत् तत्र षडोः कः सि इत्यस्य प्रसक्तिः आसीत् सि प्रत्यये परे. इदानीं तु तकारादि तकारादि प्रत्ययः अस्ति इति कृत्वा किमपि कार्यं नास्ति. शृणाष्टुः केवलं सन्धिकार्यमेव शृणाष्टुः इत्यनेन तत्र ष्टुत्वम् एव भवति तावदेव भेदः. समीचीनं, धन्यवादः भगिनि. महोदय अग्रिमं पठति वा सकारान्तदातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः. अत्र किमपि कार्यं नास्ति, केवलं वर्णमेलनं. यथा आस्युगते आस्ते इति अत्र सकारान्तदातुभ्यः किमपि कार्यं नास्ति इति अस्ति, तत्र सन्धिकार्यं नास्ति. समीचीनम्. अत्र एकं कार्यमस्ति किल गतपाठे किमपि हा स्यात् आदातुके इति अत्र तकारः भवति आस् आत्से किम् क्षम्यताम् अत्र कुसाति सकारस्य सकारे परे तकारः भवति इति अस्ति. आं सः अङ्गस्य तः सि आर्धधातुके सि परे सि आर्धधातुके परे. आम् अत्र किमपि कार्यं नास्ति. सम्यक्. अष्टमबिन्दुः अपि पठतु महोदय. अष्टम हकारान्तधातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः. अत्र मार्गः पञ्चप्रकारकः, सामान्यनियमः चत्वारः, विशेषाः च. सामान्यनियमः चत्वारः, विशेषाः च. अस्तु अस्तु. प्रथमः नियमः इति सामान्यनियमः किमस्ति इति, तकारादि तकारादि इति प्रत्ययपरे धात्वन्तस्य हकारस्य स्थाने ढकारादेशः भवति होडा इत्यनेन सूत्रेण. यदा होडः भवति प्रत्यादर्शितस्य तकारस्य थकारस्य च धादेशः भवति जशस्ततोर्धोर्धः इति सूत्रेण. प्रत्यादर्शितस्य धकारस्य स्थाने ढकारादेशः भवति ष्ठुनाष्टुः इति सूत्रेण. पूर्वतनस्य ढलोप् ढकारस्य लोपः भवति डोढे लोपः इति सूत्रेण. अत्र प्रथमं होडः इति सूत्रेण दत्वं भवति हकारस्य सामान्येम. यदा दत्वं भवति जश् अस्ति, अतः जशस्ततो दोधः इति सूत्रस्य प्रसक्तिः भवति. यदा तत्र प्रसक्ति तत्र ध इति भवति, इदानीं तु तत्र अष्टुनाष्टुः इत्यस्य सूत्रस्य प्रसक्तिः भवति. किमर्थं ढकारः इति टवर्गी अस्ति. अनन्तरं ढकार ढकारयोः तत्र ढकारस्य लोपः भवति इति अस्ति. यथा लिह् योगता पुगन्तलघुपदस्य च इत्यनेन गुणः. लेह् योगता होडः इत्यनेन झलिपरे हस्थाने ढकारादेशः. हकारस्य स्थाने लेड् योग लेढ् योगता. इदानीं ढकार अस्ति, झलि तकार अस्ति, अतः जशस्ततोर्धोर्धः इत्यनेन तकारस्य स्थाने धकारादेशः लेड् योग धा. इदानीं ढकार टवर्गीय परे अस्ति, अतः सत्येन अष्टुत्वं लेड् योग ढा. इदानीं ढोडे लोभः इत्यनेन ढकारस्य लोपः लेढा इति रूपं लेढा. डोडे लोपः वयं पूर्वं पठितवन्तः वा? न पठितवन्तः. न पठितवन्तः किल? रोरि एव पठितवन्तः. रोरि इति पठितवन्तः, अतः अग्रिमसु प्रथमपाठे पातुपाठे हाल् सन्ति. प्रथमपाठे रोरि आसीत्, डोडे लोपः नासीत्. अग्रिमसूत्रं प्रायः अस्तु. एवमेव रुहुयोगता इति अस्ति. इदानीं पूगन्तलघुपदस्य इत्यनेन रोहयोगता. इदानीं हकारस्य होढः इत्यनेन ढत्वं रोढयोगता. अनन्तरं जशस्ततोर्धोधः इत्यनेन धकारादेश तकारस्य रोढयोग धा. इदानीं ष्टुनाष्टुः इत्यस्य प्रसक्तिः रोढ योग ढा, ढोडे लोपः रोढा इति. तथैव मिहिता इत्यस्य मेढा इति भवति. मिह् मेह् मेह् योग मेह् इत्यस्य मेढ् ता इति मेढ्धा मेढा अनन्तरं मेढा इति सूत्रमस्ति. होढः हकारस्य स्थाने डकारादेश ढकारादेशः भवति झली पदान्ते च हः डः जलि पदस्य अन्ते च वयं पूर्वं पठितवन्तः एतत् सामान्यसूत्रम् आसीत् ओडः इति अग्रे जशस्ततो धोदः इति जस् उत्तरस्य तकार थकारयोः स्थाने धकारादेशः भवति धा धातुं वर्जयित्वा अधः इति अस्ति अतः धा धातुं वर्जयित्वा इति अस्ति जशः ततोः दः अधः इति डोढे लोपः इति सूत्रमस्ति अष्टमाध्यायस्य तृतीयपादस्य त्रयोदशततमं सूत्रं त्रयोदशसूत्रम् अस्ति डकारपरे पूर्वतनस्य डकारस्य लोपः भवति इति अस्ति किमपि नास्ति डकारस्य डकारे परे एव ढका डः इति षष्ठ्यन्तं ढे इति सप्तम्यन्तं लोपः प्रथमान्तं त्रिपदमिदं सूत्रं स्वयं सम्पूर्णं डः ढे लोपः इति अस्ति समीचीनम् अतः ड्रोरि यदा वयं दृष्टवतः पूर्वसूत्रमासीत् किल पूर्व वा अग्रिम पूर्वप्राय अग्रिमसूत्रं तत्र तु रेपस्य रेपे परे लोपः भवति अत्र तु डकारस्य डकारे परे लोपः किमपि अन्यत् किमपि नास्ति पदस्य अधिकारे आगच्छति पदस्य अधिकारे पदान् एकनिमिषं मातु पदस्य अधिकारे आगच्छ यद्यपि एतत् सूत्रं पदस्य अधिकारे वर्तते तदापि पदार्थे विद्या अहं तु अष्टाध्यायी डाट् काम् मध्ये तत्र बिन्दुत्रयं ज्ञातव्यम् इति अस्ति प्रथमबिन्दुः अस्ति यद्यपि एतत् सूत्रं पदस्य अधिकारे आगच्छति तदापि पदान्ते विद्यमानस्य डकारस्य उदाहरणानि न दृश्यन्ते अतः अत्र अपदान्तडकारस्य इत्येव स्वीकरणीयं बहु मुख्यमस्ति तत् अनन्तरम् अस्य सूत्रस्य कृते ष्टुनाष्टुः इत्यनेन उक्तं ष्टुत्वं सिद्धम् अस्ति एतत् सूत्रं त्रिपाद्याः ड्रलोपे पूर्वस्य दीर्घोणः इत्यस्य कृते सिद्धम् अस्ति अतः एतत् सूत्रं 8.3.13 अस्ति ष्टुनाष्टुः 8.4 इति अस्ति परन्तु ष्टुनाष्टुः कृते एतत् सूत्रं सिद्धम् अस्ति पूर्वत्र असिद्धम् इति यदा वयं पश्यामः तत्र ष्टुनाष्टुः इति परसूत्रं किल आम् अतः पूर्वसूत्रस्य कार्यं तु असिद्धं भवति आम् तत्तु न भवति अस्य कृते तु सिद्धम् अस्ति ष्टुनाष्टुः कृते अपि ड्रलोपे पूर्वस्य दीर्घो नः यद् सपादसप्ताध्याय्याम् अस्ति 6.3 तस्य कृते अपि सिद्धम् अस्ति बिन्दुत्रयमपि बहु मुख्यमस्ति अपदान्ते डकारस्य इत्येव स्वीकरणीयं किमर्थम् इत्युक्ते पदान्तडकारः इति उदाहरणानि न लभन्ते इति कृत्वा अनन्तरं ष्टुनाष्टुः इत्यस्य इत्यनेन उक्तं ष्टुत्वं सिद्धम् अस्ति अतः एव अस्मिन्नेव उदाहरणे वयं तद् दृष्टवन्तः किल ष्टुनाष्टुः आम् रोग्योगः धा ष्टुनाष्टुः इत्यनेन यत् कार्यं कृतं तद् दोडे लोपः पश्यति अतः एव तस्य अवसरः अथवा न 8.4 इति अस्ति किल ष्टुनाष्टुः सम्यक् अवगतं किल सर्वैः प्रश्नः अस्ति वा तद् मुख्यबिन्दुः अस्ति तत्र सूत्रसङ्ख्या न अस्ति अतः अहं तद् न दृष्टवती अत्र प्रायः योजनीयं ष्टुनाष्टुः इति 8.4 इति अस्ति डोडे लोपः इति 8.3 अस्ति पूर्वत्र सिद्धम् इत्यनेन सामान्यतया तस्य कार्यं तु असिद्धं भवति परन्तु डोडे लोपस्य कृते ष्टुत्वं सिद्धम् अस्ति लिट् इति पदं लेडा इति आगन्तव्यं चेत् पञ्चसूत्राणि सन्ति भगिनि अत्र एव दत्तमस्ति किल, तदेव वदति किल भवती? आं भगिनि, पञ्चसूत्राणि सन्ति पुनन्तरविता प्रक्रिया, पञ्चसूत्राणि सन्ति प्रक्रिया. आम् आम् सत्यम्. अस्तु अग्रे सरामः. इदानीं सामान्यं दृष्टवन्तः, सामान्यं होडः. अनन्तरं किमपि कार्यं तद् अग्रे अन्यानि सूत्राणि तु प्रवर्तते, परन्तु सामान्यसूत्रमस्ति होडः इति हकारान्तधातोः कृते. इदानीं विशेषः पश्यामः. अरुणा भगिनी अस्ति वा? अस्ति. अरुणा भगिनी पठितुं शक्नोति वा? क्षम्यतां भगिनी, विलम्बेन आगतवती. किं पठ? नास्ति चिन्ता मास्तु, समीपे पञ्च निमिषम्. आम् आम् आम् आम् अवश्यं, नास्ति चिन्ता. उद्घाटयतु. अहं शिवल्ली भगिनी, भवती पठति वा विशेषः? विशेषः ड्रा इत्यनयोः लोपानन्तरं तयोः पूर्वस्थितस्य अण्ड् इत्यस्य दीर्घादेशः भवति. यथा आम् ड्रा इत्यनयोः लोपानन्तरं दकाररेफा इत्यनयोः लोपानन्तरं तयोः पूर्वस्थितस्य अण् दीर्घादेशः भवति. यथा उदाहरणं लिह् योगः तः प्रथमं होडः इति सूत्रेण हकार धातोः अन्तस्य हकारस्य तकारः भवति. लिड् योगः तः अनन्तरं जशस्तथोर्थोथः तकारादिप्रत्ये स्थाने दकारः भवति. लिड् योगः धः अनन्तरं स्टुनाष्टुः लिड् योगः ढः अनन्तरं डोढे लोपः ली योगः ढः अनन्तरं ड्रा लोपे पूर्वस्य दीर्घो अनः इत्यनेन टकार इत्यस्य लोपानन्तरं पूर्वस्थितस्य अनः दीर्घः भवति इति लीढः इति रूपं भवति. सूत्रं पठतु. ड्रलोपे पूर्वस्य दीर्घोणः डा रेपयोः लोपनिमित्तयोः पूर्वस्य अणः दीर्घः डकाररेफयोः लोपस्य निमित्तिकडकाररेफे परे अन् प्रत्याहारे स्थितस्य दीर्घादेशः भवति. डलोपे इति द्वन्द्वगर्भ उपपदतत्पुरुषसमासः. डकारः च रेफा च ड्रौ इतरेतरद्वन्द्वः ड्रौ लोपयति इति ड्रा लोपः तस्मिन् ड्रलोपे ड्रलोपः गर्भधन्धु उपपदतत्पुरुषः ड्रलोपे सप्तम्यन्तं पूर्वस्य षष्ठ्यं दीर्घः प्रथमान्तम् अनः षष्ठ्यम् अनेकपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णं ड्रलोपे पूर्वस्य अनः दीर्घः. आं भगिनि, निमित्तः डकारलोपः रेफस्य लोपः इति निमित्तयोः पूर्वस्य अनः दीर्घः भवति. अणः इत्युक्ते किं भगिनि? अन् प्रत्याहार इति प्रथम आयु इति प्रथमः योगः था तत्र भवति वा? ड्रलोपे पूर्वस्य दीर्घोणः डोडे लोपः पर्यन्तं कृतवन्तः. आं भगिनि, रोडा इति अत्र न भगिनि, ओकारः अस्ति पुगन्तलघु उपदस्य च पुनः भवति. मिह् योगः त मिह्सु न एकारः अस्ति, अण् प्रत्याहारः नास्ति, आयु केवलं आयु. आम् प्रथमणकारः एव प्रथमणकारः, अतः तत्र द्वयोः स्थलयोः न भवति. ड्रलोपे पूर्वस्य दीर्घो डोडे लोपः तु भवति, ड्रलोपे पूर्वस्य दीर्घोणः इत्यस्य प्रसक्तिः तत्र नास्ति. आं भगिनि, तदेव. आम् तत्र अग्रे अपि पठतु भगिनि. उपरि उपरि दकारस्य उदाहरणं दृष्टं, विसर्गसन्धौ रेफस्य प्रसिद्ध उदाहरणं पुनः रमते योगः पुनर् रमते. अत्र रोरि 8314 इत्यनेन रेफस्य रेफे परे लोपः भवति. पुनः योगः रमते. ढलोपि पूर्वस्य दीर्घोणः पुनः रमते. अस्मिन् वृत्तान्ते रेफः एव रेफस्य लोपस्य निमित्तम्. रेफलोपनिमित्तकर निमित्तक रेफात् प्राक् अन्त् प्रत्याहारे अन्यतमवर्णः अस्ति अकारः इति, अतः अणः दीर्घत्वं भवति. आम् अत्रापि अत्रापि यदा वयं डोडे लोपः वा रोरी कुर्मः चेत् एव ट्रलोपे पूर्वस्य दीर्घोणः इत्यस्य प्रसक्तिः अथवा न. आम् विसर्गसन्देहः अप्लुते परे अपि च हसि च इति सूत्रं षष्ठाध्याये अस्ति. ऋत्वं विधायकसूत्रं सारि त्रिपाद्याम् अस्ति खलु, अतः आश्रयात् असिद्धत्वम् इति वयं पठितवन्तः. अत्रापि तदेव अस्ति. सम्यक्. तत्र अस्माकम् अष्टाध्यायी डाट् काम् मध्ये बिन्दुद्वयं स्मर्तव्यम् इति अस्ति, तदपि पठामः. किन्तु यत्र यत्र स्मर्तव्यम् इति अस्ति तद् बहु मुख्यं भवति अस्माकं कृते. उषा भगिनी पठति वा? तत् प्राप्तं वा? 6311 प्रलोपे पूर्वस्य दीर्घोणः. पठामि भगिनि. अष्टाध्यायी 6311 भगिनि. तत्र किञ्चित् अग्रे गच्छतु. तत् अत्र बिन्दुद्वयं स्मर्तव्यम् इति बिन्दुद्वयम् अस्ति जालपुटे मध्ये. स्मर्तव्यम् इस् दट् भगिनि. अस्मिन् सूत्रे अण् प्रत्याहारे अत्र बिन्दुद्वयं स्मर्तव्यम्. ओके, अस्य सूत्रस्य प्रसक्तिः तदा एव अस्ति यदा ढकारलोपः डोडेर्लोपः इत्यनेन क्रियते, तदा रेपः लोपः भवति रोरि इत्यनेन क्रियते. अन्येन सूत्रेण एतादृशः लोपः भवति चेत् अस्य सूत्रस्य प्रयोगः न भवति. यथा अनीयर् इत्यनस्य रेपस्य हलन्त्यम् इत्यनेन लोपे कृते अनीयर् लोपे कृते वर्तमानसूत्रस्य प्रयोगं कृत्वा यकारस्य दीर्घ आदेशः न भवति. ओके, डोडेर्लोपः इत्यनेन डोडेर्लोपः इत्यनेन क्रियते एव रोरि प्रसक्तिः अस्ति. अस्तु, सूत्रस्य एव तदा एव अस्ति यदा डकारलोपः डोडेर्लोपः इत्यनेन क्रियते, तदा रेपः लोपः रोरि इत्यनेन क्रियते. ओके, अनेन अन्येन सूत्रेण एतादृशः लोपः भवति चेत् अस्य सूत्रस्य प्रयोगः न भवति. अस्य सूत्रम् इत्युक्ते किम्? ड्रलोपे पूर्वस्य दीर्घोणः. ओके, सो अनीयर् इत्यस्य ड्रलोपे पूर्वस्य दीर्घोणः न भवति इति उदाहरणम्. ओके, किमर्थम् इत्युक्ते रेपस्य लोपः हलन्त्यम् इत्यनेन भवति, न तु रोरि इत्यनेन. ओके ओके, so this sutra will become siddham only if you are using dode lopaha or rori. Rori, okay. Other sutras will not see this sutra. Okay. Dvitiya binduhu bhagin. Yadyapi etat sutram sapada sapta adhyayi dhyayam asti, tatapi asya sutrasya prasaktih kevalam tripadyah sutrabhyam अनन्तरम् एव क्रियते. अतः त्रिपाद्याः डोडेर्लोपः तथा रोरि एते द्वे सूत्रे वर्तमानसूत्रार्थं निर्देशसामा निर्देशसामर्थ्यात् सिद्धेः स्तः. ओके, यद्यपि एतत् सूत्रं सपादशब्दाध्यायाम् अस्ति, यद्यस् सपादशब्दाध्यायाम् अस्ति, तथापि अस्य सूत्रस्य प्रसक्तिः केवलं त्रिपाद्याः सूत्राभ्याम् अनन्तरम् एव क्रियते. अतः त्रिपाद्याः डोडे लोपः तथा रोरि एते द्वे सूत्रे वर्तमानसूत्रार्थं निर्देशसामर्थ्यात् सिद्धे स्तः. ओके, निर्देशसामर्थ्यात् ऐ डोण्ट् नो टु एक्स्प्लेन् बट् ऐ अण्डर्स्टाण्ड्. निर्देशसामर्थ्यात् इत्युक्ते सूत्रं तु निर्देशं किल, पाणिनिना कृतम्. आम्, ओन्ली इफ् डोडे लोपः आर् रोरि हेपन् देन् दिस् इस् हेपन्, सो देट् इस् वाट् दे आर् सेयिङ्ग् निर्देशसामर्थ्यार्थ. सूत्रस्य सामर्थ्यम् अस्ति इति वर्तमानसूत्रार्थं निर्देशसामर्थ्यात् सिद्धे स्तः. समीचीनं. न, तदेव बिन्दुद्वयमेव मुख्यमस्ति, अन्यत् अस्ति तु, परन्तु अस्माकं कृते तु एतदेव मुख्यमस्ति. अस्तु अस्तु, धन्यवादः भगिनि, अग्रे सरामः. अतः अत्र विशेषः कः इत्युक्ते, हकारान्तधातोः कृते ड्रलोपे पूर्वस्य दीर्घो नः, यदा डोडे लोपः भवति तत्र ड्रलोपे पूर्वस्य दीर्घो नः इत्येव विशेषः तस्मिन् विषये. अनन्तरं वयम् अग्रे अपि पठामः. भवती एव पठतु भगिनि, दकारादि हकारान्तधातुभ्यः. दकारादि हकारान्तधातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः. तकारादि थकारादि च प्रत्यये परे दकारादि हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकार आदेशः भवति धातेर् धातोर्घः इत्यनेन सूत्रेण. अधुना प्रत्ययः जश् परतः अस्ति, जश् परतः अस्ति. ओके, घकार. ओके, अतः प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च धकार आदेशः भवति झषस्ततोर्धोर्धः इति सूत्रेण. अधुना धातुपरतः झष् अस्ति, धकारः अर्थात् घकारः. ओके, धातुपरतः झष् अस्ति, अतः धात्वन्ते घकारस्थाने तृतीयादेशः भवति जलां झष् झषि इति सूत्रेण. झष्त्वं झष्त्वसन्ति इति. ओके, दोः योगः ति धाते धाते धातोर्घः इत्यनेन हकारस्य स्थाने घकार आदेशः भवति. दोः इति दोग् भवति. दोग् योगः ति झषस्ततोर्धोर्धः इति इत्यनेन तकारस्य स्थाने धकार आदेशः भवति. सो दोग् योगः धि भवति. दोग्योः योगः दि इति स्थिते जलां झष् झष् जलां झष् झषि इत्यनेन गकारस्य स्थाने गकारादेशः भवति. सो दोग् योगः धि भवति दोग्धि. ओके, एवमेव दुः योगः थः धातेर्धातोर्घः इत्यनेन धातु धातु इति दुः, सो द आदिधातु, सो हकारस्य स्थाने घकारः भवति. दुग् योगः तः थः इति झषस्ततोर्धोर्धः इति सूत्रेण धकारः भवति. सो दुग् योगः दः, दुग् योगः दः जल झलां झष् झषि इति सूत्रेण. दुग् इति स्थाने गकारस्य स्थाने दुग् योगः दुग् भवति. दुग् योगः धः दुग् धः. देह् योगः ति धाते धातोर्घः इत्यनेन देग् योगः ति भवति. ति इति झषस्ततोर्धोधः इति इति सूत्रेण धि भवति. देग् योगः धि इति स्थिते झलां झष् झषि इत्यनेन घकारस्य स्थाने घकारादेशः भवति. देग् योगः धि देग् धि इति भवति. दिह् योगः तः दाते धातो गः इत्यनेन दिग् दिग् दिग्योगः तः जशस्ततोर्धो दः इति सूत्रेण दिग्योगः दः इति भवति. जलां जष् जशि इति सूत्रेण दिग्योगः दः दिग् दः. धातेर्धातोर्गः दकारातिधातोः हकारस्य स्थाने गकार आदेशः भवति जलि पतान्ते च. अनुवृत्तिसहितसूत्रं धातेः धातोः हः घकारः जलि पतस्य अन्ते च. ओके, धाति धातोः हकारस्य स्थाने गकारः भवति जलि पतस्य अन्ते. जशस्ततोर्धोदः जश् उत्तरस्य तकार तकार तकारयोः स्थाने धकारादेशः भवति धा दातुं वर्जयित्वा. ओके, सूत्रं स्वयं सम्पूर्णं. जशः ततोः दः अधः. ओके, जलां जश् जशि जलां स्थाने जश् आदेशः भवति जशि परे. अनुवृत्तिसहितसूत्रं जलां जश् जशि संहिताय. समीचीनं भगिनि, धन्यवादः. अतः हकारादि हकारान्तधातुः अस्ति चेत् होडः सामान्यं, दकारादि हकारान्तधातुः अस्ति चेत् धाधेर्धातोर्गः. तत्रापि वयं जशस्ततोर्धोर्धः इत्यस्य कार्यं दृष्टवन्तः, अत्रापि अस्य कार्यमस्ति. तत्र तु वयं ष्टुत्वं दृष्टवन्तः पूर्वस्मिन् सामान्य अवसरे. इदानीं जश् वर्णः परः अस्ति इति कृत्वा जलां जश् जशि इत्यस्य कार्यं, तदेव भेदः. होडः धाधेर्धातोर्गः. भगिनि, अत्र लोपे पूर्वस्य दीर्घोणः इति आदेशसामर्थ्यात् इति अस्ति, न तु तत्र किमस्ति तत्र यथा साक्षात् उक्तमस्ति इति कृत्वा तादृश अस्ति वा? विधानसामर्थ्यात् इति वक्तव्यं, तदेव निर्देशसामर्थ्यात् इति उक्तवन्तः किल, तस्य अन्यत् रूपमे विधानसामर्थ्यात्. पाणिनेः उक्तम्, अतः तस्य कार्यं भवति एव. साक्षात् उक्तमस्ति अतः तादृशम् अस्ति महोदय. अन्यत्रापि अस्ति वा? आम्, अन्यत्रापि अस्ति. अस्तु, अग्रे सरामः. इदानीं तत्र एव अन्यत् अस्ति दृहमुह, तदपि सूत्रं वयं पूर्वं दृष्टवन्तः. अत्र किं कार्यम् इति पश्यामः. विजया भगिनी पठति वा? आं भगिनि. दुःख मुख् श्नुख् श्निख् श्निख् एभ्यः चतुर्भ्यः धातुभ्यः तकारादि तकारादि च प्रत्ययानां योजनविधिः. एभ्यः चतुर्भ्यः धातुभ्यः अकारस्य स्थाने विकल्पेन गकारः वा डकारः वा भवति. यथा प्रथमबिन्दुः हा स्थाने गकारः आदेशः. जलि परे धात्वन्ते हा स्थाने गकार आदेशः वा. दुःख मुख् नुक् अश्नि हाम् इति सूत्रेण सूत्रसङ्ख्या अत्र अधः आगतं वा? प्रायः आम् अस्ति, 8233. अस्तु, अधुना प्रत्ययः जश् परतः अस्ति, अतः प्रत्ययादौ स्थितस्य प्रत्यय आदौ स्थितस्य तकारस्य तकारस्य च दकार आदेशः भवति. जशस्तदोर्तोर्तः दः इति सूत्रेण अधुना धातु परतः जश् अस्ति दकारः, अतः धात्वान्ते गकारस्य स्थाने तृतीय आदेशः भवति जलां जशोन्ते इति सूत्रेण. एतत् जश्व जश्वसन्धिः इति. एतत् सर्वं पूर्वमेव दृष्टवन्तः, दुग्धः दुग्धि दिग्धः इति पदेन. अत्र दुःयोगः त पुगन्तलघुपदस्य च इत्यनेन गुणः भूत्वा दोः भवति, दोः योगः ता द्रोः भगिनि द्रोः आं भगिनि द्रोः दृः प्रथमं दातु अस्तु द्रोः योगः ता वा दुः मुहश् नुः अश्नि हां द्रोः योगः ता जशस्तदोर्तोर्दः द्रोद् योगः द जलां जश् जशि इति सूत्रेण दकारस्य स्थाने गकारस्य स्थाने तृतीय गकारः आगच्छति द्रोग् इति, अनन्तरं द योजनेन दोग्ध इति भवति. एवमेव मुख् अग्रे पठामि वा? आम् आं भगिनि पठ. एवमेव मुख् योगः तां पुगन्तलघुपदस्य इति सूत्रेण गुणः भूत्वा मोः भवति. मोः योगः तां वा दृः मुह मुहश्नु अश्नु अश्निहां मोः योगः ता तत्र हकारस्य स्थाने गकारः भवति. मोः योगः ता जशस्ततोर्तोर्दः मोः योगः दा भवति. जलां जशन्ते इति सूत्रेण मोग् तृतीयवर्णः भवति. मोग् योगः द मोग्दा इति भवति. तादृशमेव स्नुग् योगः ता स्नोग् गुणः भूत्वा पुकन्दलघुपदस्य इति सूत्रेण गुणः भूत्वा स्नोग् भवति. स्नोग् योगः ता स्नोग् भव स्नोग् अनन्तरं स्नोग् स्थाने तृतीय गकारः आगच्छति. स्नोग् इति भवति. स्नोग् योगः द स्नोग्द. अनन्तरं स्निग् भवति. स्निग् योगः ता तत्रापि गुणः भूत्वा पुगन्तलघुपदस्य इति सूत्रेण गुणः भूत्वा स्नेग् भवति. स्नेग् योगः ता स्नेग् इति भवति. स्नेग् तत्र हकारस्य स्थाने गकारः पर अनन्तरं स्नेग् योगः दा इति भवति. तकारस्य स्थाने चतुर्थदकारः भवति वा दृह् मुह इति सूत्रेण. अनन्तरं जशस् तदोर्थः इति सूत्रेण चतुर्थगकारस्य स्थाने तृतीयगकारः जलां जश् जशि इति सूत्रेण स्नेग्ध इति भवति. वा दृह मुह स्नेह इति सूत्रस्य प्रथमवाक्यम् अनुगतिसहितसूत्रं पठतु भगिनि. वा दृह मुहश्नुः सुहश्नि हाम् इति सूत्रं दृक् मुख् स्नुग् स्निग् एषां चतुर्थां धातूनाम् अकारस्य स्थाने विकल्पेन गकारः भवति. हलि पदान्ते च ग अभावे होडः इत्यनेन डकार आदेशः भवति. अनन्तरम् अनुवर्तिसहितसूत्रं दृक् मुख् स्नुग् स्निहां वा अह गः जलिपदस्य अन्ते च. किम् अभवत् भगिनि? जशस्ततोर्दोर्दः आसीत्. अस्तु अस्तु, अरुणा भगिनी पठति वा जशस्ततोर्दोर्दः? आं भगिनि, जष्टथौर् जष्टतोधोर्धः यश् यत्तरस्य तकारस्य तकारथकारयोः स्थाने धकार आदेशः भवति धा दातुं वर्जयित्वा. तस्य च धा च तथौ इतरेतर द्वन्द्वः तयोः तथोः तकार उत्तर अकारः उच्चारणार्थमस्ति. अग्रे धः इत्यस्य धकार उत्तर अकारः अपि तथा न धा अध नञ् तत्पुरुषः. तस्मात् अधः जषः पञ्चम्यन्तं तथोः षष्ट्यन्तं धः पद्यमान्तम् अधः पञ्चम्यन्तम् अनेकपदमिदं सूत्रं. सूत्रं स्वयं सम्पूर्णं जषः तथोः दः अधः. वयं पूर्णं पठितवन्तः जस्तथोधोदः जष् उत्तरस्य तकार तकारयोः स्थाने धकार आदेशः भवति, परन्तु धा धातु अस्ति चेत् न भवति, धा धातुं वचयित्वा अन्यत्र सर्वत्र भवति. अतः अत्र दृहमुहाश्नुः श्निहाम् इति चतुर्णां धातूनां कृते विशेषसूत्रं वा दृहमुहाश्निः श्निहाम् इति सूत्रेण हकारस्य स्थाने घकारादेशः भवति विकल्पेन इति दृष्टवन्तः. अत्रापि समान एव, प्रथमं यदा वयं होडः दृष्टवन्तः, होडः जषस्ततोर्धोर्धः ष्टुनास्तुः डोडे लोपः ड्रलोपे पूर्वस्य दीर्घोणः. अनन्तरं वयं धादेर्धातोर्घः दृष्टवन्तः, तत्रापि धादेर्धातोर्घः जषस्ततोर्धोर्धः जलां जषि. इदानीं वा दृहमुहाश्नुहाश्निहाम् इति सूत्रं प्रथमं घकारादेशः जषस्ततोर्धोर्धः जलां जषि. अतः प्रथमसूत्रस्य एव तत्र विशेषः अस्ति, अन्यत् सर्वं यथा सामान्यं भवति एव. अतः क्रमं किञ्चित् पश्यतु. इदानीं भगिनी भवती एव हस्थने ढ आदेशः तत् पठतु भगिनि. अन्यसूत्रं हस्थाने ढ आदेशः, झलि परे धात्वन्ते हस्थाने ढ आदेशः होडः इति सूत्रेण, प्रत्यये आदौ स्थितस्य तकारस्य थकारस्य च ढ आदेशो भवति जष्टथोधोर्ध इति सूत्रेण, प्रत्यये आदौ स्थितस्य धकारस्य स्थाने ढ आदेशः भवति सुनाष्टुः इति सूत्रेण, पूर्वतनस्य धालोपो भवति धोधेर्लोपः इति सूत्रेण. अत्र प्रथमं अन्यविकल्पेन हकारस्थाने ढकार आगच्छति होडः इति सूत्रेण, जल् परे धात्वान्ते हस्थाने, तदनन्तरं तकारतकार प्रत्यय अस्ति चेत् जष्टतोधोधः इति सूत्रेण धकार आगच्छति तास्थाने थकारस्थाने, डकार अस्ति तकार अस्ति ततः टुनाष्टुः इति सूत्रेण धकारस्थाने ढकार आदेशः भवति. तद् ड आगच्छति चेत् ढोढेर्लोपः इति सूत्रेण ढकारलोपः भवति. अत्र उदाहरणं दत्तं, दृह् धातु दृह् योगता पुगन्तलघुपदस्य इत्यनेन सूत्रेण द्रोह् गुणः भवति द्रोह् योगता, होडः प्रथमं सुकार्यं करोति द्रोढ योगता, जस्तथोधोर्धः इति सूत्रेण थकारस्थाने ढकार आगच्छति द्रोड् योगः, स्टुनाष्टुः इति सूत्रेण द्रोड् योगः, दोढे लोपः इति सूत्रेण ढकारलोपः भवति द्रो योगः द्रोढ इति रूपं निष्पन्नं भवति. विकल्पेन अस्ति, प्रथमं वा दृह्मुः इति सूत्रेण विकल्पेन घकार आगच्छति भगिनि, विकल्परूपम् अस्ति हकारस्थाने ढकहोडः सूत्रं प्रथमं कार्यं करोति, तदनन्तरं सामान्यमेव जष्टतो भूधोर्घः सूत्रं तदन्तष्टुनाष्टुः डोडे लोपः भूत्वा तत्र ड्रलोपे पूर्वस्य दीर्घोणः इत्यस्य कार्यमस्ति वा भगिनि? किं सूत्रं भगिनि? ड्रलोपे पूर्वस्य दीर्घोणः इदानीं दृष्टवन्तः किल, होडः अनन्तरम् आगच्छति, एकनिमिषम् अहम् अनुवृत्तसूत्रं वदामि. ड्रलोपे पूर्वस्य अणः दीर्घः इति वदति. ड्रलोपः तु जातः, इदानीं पूर्वं स्थितवर्णः अण् प्रत्याहारे अस्ति वा ओ इति? अस्ति भगिनि. अण् प्रत्याहारे के के वर्णाः? अ इ उ एव. ओ तदेव न द्वितीयनागतम् प्रत्याहारः पूर्वस्थितनकारपर्यन्तमेव. यदा वयम् अनुदित् सवर्णस्य च प्रत्ययः स्वीकुर्मः तत्र एव विकल्पः, तत्र एव परणकारं स्वीकुर्मः. साधारणतया अण् प्रत्याहारः इत्युक्ते अ इ उ एव, प्रथमणकारः एव. अतः अत्र लोपे पूर्वस्य दीर्घोणः इत्यस्य अवसरः नास्ति. समीचीनम्. अग्रे भगिनि, मुख् योगः तदेव एकस्य स्थले एव अनुदित् सवर्णस्य च एकस्मिन् स्थले एव. आम्, इन् सर्वदा परणकारः एव मुख्योगः. तत्र प्रथमं पुगन्तलघुपद्यस्य सूत्रेण मोह् योगः अर्थः होडः इति सूत्रेण हकारस्थाने ढकारः आगच्छति. तदनन्तरं जस्तथोधोधः इति सूत्रेण तकारस्थाने धकारः आगच्छति. चुनाष्टुः इति सूत्रेण ढकारः आगच्छति. मोड् योगः ढ, डोढे लोपः इति सूत्रेण मो योगः ड, पूर्वस्य ढकारलोपः भवति, मोढ इति रूपं निष्पन्नं भवति. तदेव स्नुः योगः त, स्नुः पुगन्तलघुपदस्य सूत्रेण तदनन्तरं हकारस्थाने ढकार, स्नोड् योगः त, स्नोड् योगः यश् तथोधोधः सूत्रेण तदनन्तरं स्नोड् योगः, स्टुनाष्टुः सूत्रेण स्नोड् योगः ढ, स्नो ढकार डोढे लोपसूत्रेण डकारलोपः स्नोढ इति रूपं निष्पन्नं भवति. स्नेह अपि से तदा तादृशम् स्नेह योगः, स्नेह योगः स, स्नेड् योगः स, स्नेड् योगः ढ, स्नेड् योगः ढ, स्ने योगः ढ, स्नेढ इति रूपं निष्पन्नं. सम्यक्. अतः यत्र यत्र वयं वा दृहमुह कुर्मः, एकस्मिन् पक्षे वा दृहमुह, अन्यस्मिन् पक्षे होडः, यदा होडः आगच्छति तत्र ष्टुनाष्टुः इत्यस्य अवसरः, ष्टुनाष्टुः इत्यस्य अवसरः अस्ति चेत् डोडे लोपः इत्यस्यापि अवसरः भवति. किमर्थम् इत्युक्ते चषस्ततोर्धोर्धः इत्यनेन चतुर्थधकारः आगच्छति, अतः ष्टुनाष्टुः, अतः टोडे लोपः इत्येव. सम्यक् भगिनी, धन्यवादः. महोदय, भवान् पठति वा डत्वं गत्वम् इति विषये? डत्वं गत्वम् इति विषये सावधानतया अत्र सूत्रक्रमं निरीक्षताम्. होढः इति अष्टमध्यायस्य द्वितीयपादस्य एकत्रिंशत्तमं सूत्रमस्ति. अग्रिमसूत्रमस्ति दादेर्धातोः धातोर्घः इति द्वात्रिंशत्तमं सूत्रमस्ति. वा दृहमुह श्नुह श्निहाम् इति त्रयोस्त्रिंशत्तमं सूत्रमस्ति. अतः तत्र प्रथमं होडः, अनन्तरं दादेर्धातोर्घः, वा दृहमुह इति क्रमेण सन्ति. तत्र प्रथमम् अस्ति होडः इति सामान्यसूत्रम्. तदा दाधेर्धातोर्घः इति प्रथमस्य अपवादः. तदा वा दृहमुहश्निः श्नुः श्निहां पुनः इतोपि विशेषम्. अतः तत्र दृः इति धातोः विषये वा दृहमुहश्नुहश्निहाम् इति दाधेर्धातोः घः इत्यस्य बाधकम्. एकवारं यदा दादेर्धातो घः बाधितं पुनः कार्यार्थं न आगच्छति. अस्तु, अतः वा दृहमुहश्नुहश्निहाम् इत्यनेन वा गत्वं यस्मिन् पक्षे अनेन गत्वं न भवति तदा दादेर्धातोः घः तत्र गत्वस्य साधनार्थं न आगच्छति, अपि तु होडः इत्यनेन धत्वं भवति. फलितार्थः दृः योग ता इति अस्ति, गत्वा पक्षे द्रोग्धा, धत्वा पक्षे द्रोढा इति. अत्र ये होडः इति सामान्यसूत्रमस्ति, तस्य अपवादः अस्ति दादेर् धातोः कः, परन्तु इदानीं दृह इति अत्र दृह इत्यस्मिन् दकारादि अस्ति, अतः तत्तु इदानीं दकारादि अस्ति चेत् दादो दादेर् धातोः कः इत्यस्य सूत्रस्य प्रसक्ति भवति वा इति वा? आम् अपक्षे किमर्थं दादेर् धातोः कः इत्यस्य एकवारं करोति, एकवारम् अपवादः भवति चेत् पुनः न भवति इति अस्ति खलु, लक्ष्ये एकवारमेव भवति पुनः न भवति इति तादृशः अस्ति वा? तत्र अपवादः इति न वदति, एकवारं बाधितम् अस्ति चेत् पुनः तस्य कार्यं न बाधितं पुनः भवति, बाधितं बाधितम् एव इति अतः होडः इत्यस्य एव सामान्यसूत्रम् तत्तु सिद्धमस्ति किल, तत्तु द्रुहमुहस्नेह इत्यनेन बाधितं नास्ति, अतः तस्य कार्यं तस्य कार्यं भवति, परन्तु अत्र एव द्रुः इत्यस्य एव ओडः एव कार्यं भवति. समीचीनम्, आं द्रुहमुहस्नेह यत्र तत्र अवसरः अस्ति तत्र भवति. अस्तु, केचन पृच्छन्ति, तदा भवत् वा? अस्तु, केचन पृच्छन्ति यत् दृहधातुः दकारादि हकारतधातुः, अतः यदा वा दृहमुहष्णुहष्णिहां सोरि दृहमुहष्णुहष्णिहाम् इत्यनेन घत्वं न भवति, तदा दकारादि हकारन्तत्वात् दादे धातो गः इत्यनेन घत्वं भवति, यतोहि दादे धातो गः इति सूत्रं होडः इत्यस्य अपवादः, किन्तु तादृशचिन्तनं दोषपूर्णं. यदा वा दृहमुहष्णिहाम् इत्यनेन गत्वं न भवति, तदा होडः इत्यनेन धत्वम् इति अस्ति. अतः तत्र दाते धातोः इत्यस्य न भवति, गत्वं भवति, होडः इत्यनेन धत्वमेव. आम्, तत्तु दकारादि हकारान्तधातुः किल दृह्, आमाम् अतः तत्र दादेर्धातोर्गः इत्यस्य अवसरः भवतु इति वयं चिन्तयामः खलु किल, आमामां तादृशं नास्ति, तत्तु बाधितम् अस्ति अतः बाधितमेव, अतः होडः इत्येव भवति. परन्तु तेन कृतमस्ति चेदपि तद् किमपि तद् रूपसामान्यमेव खलु, तत्र घकार एव खलु, न दादे धातोः गः इति अस्ति, वा दृह अपि च वा इत्यनेन किमस्ति गः, तत्रापि समानकार्यमेव महोदय, घकार एव, अतः रूपद्वयं न सिद्ध्यति तेन कृतमस्ति चेदपि, न तेषां प्रश्नः भिन्नः, वा दृहमुह इत्यनेन एकं रूपं विकल्पेन गकारादेशः, अन्यरूपम् अहं दादेर् धातोः इत्यनेन साधयामः इति प्रश्नः, तादृशं न भवति, तदेव प्रश्नः. अग्रे पठामः वा? न, एकनिमिषं, किमपि अस्ति वा वयं विस्मृतवन्तः वा इति पश्यामि, किमपि नास्ति, कोडः इति औत्सर्गिकसूत्रेण एव डकारः भवति, सम्यक् अस्तु. अस्तु महोदय, धन्यवादः. कस्यापि शिवल्ली भगिन्याः क्रमः वा? आम् आम् सह्वः इति दातुभ्यं तकारादि तकारादि च प्रत्ययानां योजनमिति, तकारादि तकारादि च प्रत्यये परे दात्वन्तस्य हकारस्य स्थाने डकारादेशः भवति होडः इत्यनेन सूत्रेण. अधुना प्रत्ययः जश् परतः अस्ति, अतः प्रत्यय आदौ स्थितस्य तकारस्य तकारस्य च धकार आदेशः भवति जशस्ततोर्धोथः इति सूत्रेण. प्रत्यय आदौ स्थितस्य धकारस्य स्थाने डकारः आदेशः भवति ष्टुराष्टुः इति सूत्रेण. पूर्वतनस्य डकारस्य लोपः भवति डोडे लोपः इति सूत्रेण. लुप्तडकारस्य पूर्ववर्तिनः अकारस्य ओकारादेशः भवति सहि वहोरोदवर्णस्य इति सूत्रेण. तनोपे पूर्वस्य दीर्घोणः इत्यस्य अपवादः. सः वः इति धातुभ्यं विषये प्रथमं तकारादि तकारादि च प्रत्यये परे होडः इति सूत्रेण डकारादेशः भवति, हकारस्य स्थाने डकारादेशः भवति. अनन्तरं प्रत्यय आदौ स्थितस्य तकारस्य तकारस्य च स्थाने जशस्ततोर्धोतः इति सूत्रेण दकारः भवति. प्रत्यय आदौ स्थितस्य धकारस्य स्थाने स्टुनाष्टुः इति सूत्रेण डकार आदेशः भवति. अनन्तरं पूर्वतनस्य डकारलोपः भवति डोडे लोपः इति सूत्रेण. अनन्तरं सामान्येन डलोपे पूर्वस्य दीर्घोणः सूत्रस्य प्रसक्तिः अस्ति, परन्तु सहि वहोः ओत् वर्णस्य ओत् वर्णस्य इति सूत्रेण पूर्ववर्तनकारस्य ओकारादेशः भवति इति डलोपे पूर्वस्य दीर्घोणो सूत्रस्य अपवादः. उदाहरणं सः योगः प्रथमं होडः, अकारस्य स्थाने डकारः भवति, षड् योगः त. अनन्तरं तकारादिप्रत्यये परे जशस्ततोर्दोधः, षट् योगः दकारः धा भवति. अनन्तरं स्नाष्टुः, स्नाष्टुः धकारस्य स्थाने डकारः आदेशः भवति, षड् योगः ढा. डोढे लोपः, पूर्वतनस्य डकारस्य लोपः भवति, योगः ढा. अनन्तरं सहि वहोरोदवर्णस्य सो योगः ढ सोढा इति भवति. एवमेव वह् योगः त वड् योगः त वड् प्लस् योगः ध अनन्तरं वड् योगः ढ स्टुनास्तुः. अनन्तरं अड्डोडे लोपः वा योगः ढ. अनन्तरं सहि वहुरो अवर्णस्य आत्वर्णस्य इति भवति. सहि वहोः ओत् क्षम्यताम् ओत् अवर्णस्य ओत् अवर्णस्य अवर्णस्य अवर्णस्य इति कारणं ओ योगः ढ भवति ओढ. इदं धातुद्वयम् अतिप्रसिद्धं सः सहते वह् वहति इति. तयोः तुमुन् रूपमपि प्रसिद्धम् आं भगिनि. तुमुन् रूपं सः योगः तुमुन्. प्रथमं सः योगः तु डकारः भवति हकारस्य स्थाने, षड् योगः तु. अनन्तरं प्रत्यय आदौ तकारस्य स्थाने दकारः भवति, षड् योगः धु. अनन्तरं स्टुनाष्टुः इति सूत्रेण धकारस्य स्थाने ढकारः भवति, षड् योगः ढुम्. अनन्तरं डोढे लोपः सा योगः ढुम्. अनन्तरं सहि वहोरो अवर्णस्य इति सूत्रेण ओकारः भवति वोढुम् सोढुम्. सादृशमेव वक् धातोः अपि वोढुम् इति भवति. समीचीनम्. अतः एतत्तु ढलोपे पूर्वस्य दीर्घोणः इति सूत्रस्य अपवादः सः वः धातोः कृते एव, तेषां कृते एव तस्य कार्यं भवति. सः वः धातुः अपि हकारान्तः एव, परन्तु विशेषनियमः अस्ति. सहि वहोरोध्वर्णस्य सूत्रं पठतु भगिनि. सहि वहोरोद् अवर्णस्य डकारस्य लोपः चेत् सः इति धातोः अकारस्य स्थाने ओकारादेशः भवति। सहिश्च वक्ष तयोः इतरेतरद्वन्द्वः सहिवहौ तयोः सहिवहोः सहिवहोः षष्ठ्यन्त्यं वोत् प्रथमानन्तम् अवर्णस्य षष्ठ्यं त्रिपदमिद सूत्रम्। डलोपे पूर्वस्य दीर्घोणः इत्यस्मात् डालोपः इत्यस्य अनुवृत्तिः। इस् इट् ड्रालोपः ओन्लि डालोप डालोपः इत्यस्य अनुवृत्तिः। रेफस्य कार्यम् अत्र न भवति एव अतः रेफः न आनीतः। सः अनुवृत्तिसहितसूत्रं सहि वहोः अवर्णस्य ओत् डलोपे इति सम्पूर्णसूत्रम् अस्ति। सह्व वह् इति धातोः अकारस्य स्थाने ओकारः भवति डकारस्य लोपः चेत् केवलं डकारः। रेपः अस्ति चेत् अस्माकं ड्रलोपे पूर्वस्य दीर्घोणः इत्यस्य एव कार्यं। सहि वहोरोध्वर्णस्य इति ड्रलोपे पूर्वस्य दीर्घोणः इत्यस्य अपवादसूत्रं। सम्यक्, अन्तिमं प्रायः पठामः। उषा भगिनी, नः धातुतः तकारादि तकारादि च प्रत्ययानां योजनविधिः। नः योगः था, नहो दः इत्यनेन हकारस्य स्थाने धकारः भवति। नध् योगः था, दशस्ततोर्धोर्दः इत्यनेन तकारस्य स्थाने धकारादेशः भवति। नध् योगः धा इति भवति। नद्योगः धा, जलां झलां झष् झषि इत्यनेन नद् इति धकारस्य स्थाने धकारादेशः भवति। नद् योगः धा, नद् धा। नहोदः, नः धातोः हकारस्य धकारादेशः भवति झलि पदान्ते च। अनुवृत्तिसहितसूत्रं नहः धातोः हः धकारः जलीपथस्य अन्ते च। ओके, वि हव् डन् दिस् नहोदः प्रथमपाठात् वयं प्रायः पश्यामः इति चिन्तयामि। अतः नहोदः इत्यनेन हकारस्य स्थाने दकारादेशः। एतदपि हकारान्तधातुः एव, हकारान्तधातोः विषये एव पञ्चबिन्दवः प्रायः वयं दृष्टवन्तः किल। होडः सामान्यम्, अनन्तरं धादेर्धातोर्गः, अनन्तरं वा दृह मुह श्निः, अनन्तरं तत्र एव वा दृह मुह इत्यस्य अपक्षे होडः, अनन्तरं इदानीं सह्वः इत्यस्य कृते तत्तु अन्ते एव भवति। होडः एव कार्यं, सह् वह् धातोः कृते केचन विशेषाः सन्ति इति कृत्वा अन्ते सह वहोरोध्वर्णस्य इत्यनेन ओत्वं भवति। अनन्तरं नः नहोदः, अत्र हकारस्य एव विशेषाः। समीचीनम्। अतः पाठः समाप्ताः। अस्मिन् पाठे तु अभ्यासः नास्ति, अग्रे अभ्यासाः इति एकः पाठः अस्ति इति कृत्वा प्रायः महोदयेन अत्र न योजितम्। अग्रिमपाठस्य आरम्भं कुर्मः। किमस्ति इति पश्यामः। धातुपाठे हल्सन्धिः चतुर्थभागः इति कृत्वा उद्घाटयन्तु। एतावत् अस्माभिः दृष्टम् एतदेव खलु भगिनि? आमां, तदेव अस्तु। अस्मिन् पाठे किम् अस्ति इति पश्यामः। प्रायः एतत्तु लघुपाठः इति चिन्तयामि वा दीर्घपाठः, किमपि भवतु, पठामः अनन्तरं पश्यामि। अस्तु, उषा भगिनी भवती एव आरम्भं करोतु। ओके, एतावता अस्माभिः दृष्टं यत् धातुपाठे हलन्तधातुभ्यः सादिः थादिः थादिः धादिः च प्रत्ययः विहितः चेत् हल्सन्धिर्भवति। प्रत्ययः वादि मादि नादि चेत् अपि कुत्रचित् भवति. प्रथमपाठे हलन्तेभ्यः धातुभ्यः लङ् लकारस्य तकारप्रत्ययः सकारप्रत्ययः चेत् अनयोः योजनविधिः अवलोकितः. द्वितीयपाठे हलन्तेभ्यः धातुभ्यः सकारादिप्रत्ययानां योजनविधिः हलन्तेभ्यः धातु सकारादिप्रत्ययानां योजनविधिः ओके लङ् लकारस्य सकारप्रत्यय अतिरिच्य अवलोकितः. तृतीयपाठे हलन्तेभ्यः धातुभ्यः तकारादिप्रत्ययानां थकारादिप्रत्ययानां च योजनविधिः लङ् लकारस्य तप्रत्ययम् अतिरिच्य इति अस्माभिः वीक्षितम् ओके अस्माभिः वीक्षितम्. अधुना धातुपाठे हल् सन्धेः चतुर्थो भागः हलन्तेभ्यः धातुभ्यः दकारादिप्रत्ययानां योजनविधिः. अयं च धातुपाठे हल्सन्धिसमाप्ते हल्सन्धिः अन्तिमभागः ओके दकारादिप्रत्ययाः द्वाभ्यां मार्गाभ्यां सृष्टाः दकारादिप्रत्ययाः ओके अस्मिन् पाठे तकारादिप्रत्ययपर चतुर्थवर्णः तकारादिप्रत्ययपर परे किं कार्यम् इति पश्यामः. पठतु हु जल्भ्यो हेर् दिः हु धातुतः झलन्तेभ्यः धातुभ्यश्च हि प्रत्ययस्य स्थाने धि आदेशः भवति. येन विधिस्तदन्तस्य इत्यनेन जलेभ्यः इति विशेषणेन तेभ्यः अङ्गेभ्यः येषाम् अन्ते जल् ओके हुश्च जलश्च तेषाम् इतरेतरद्वन्द्व द्वन्द्वः हु जलः तेभ्यः हु जल्भ्यः हु जल्भ्यः पञ्चम्यन्तं हे षष्ट्यन्तं दिहि प्रथमान्तं त्रिपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं हु जल्भ्यः अङ्गेभ्यः हे दिहि ओके हु धातुतः अण्ड् जलन्तेभ्यः ओके जलन्तेभ्यः धातुभ्यश्च हि प्रत्ययश्च स्थाने धि आदेशः भवति ओके यथा वच् योगः हि हु जल्भ्यो हेर्दिः इत्यनेन हि स्थाने धि आदेशः भवति. वच् योगः धि जो जलन्तेभ्य धातुभ्यः दिस् इस् जल् दिस् इस् नाट् हु ओके वच् इति जल् अन्त धातु ओके ओके जलन्तदातु ओके वच् योगः हि वच् योगः धि भवति. दुः योगः हि दिस् इस् हु धातुतः ओके दुः योगः हि हु जल्भ्यो हेर्दिः इत्यनेन हि स्थाने धि आदेशः भवति. दुः योगः धि दिस् इस् नाट् हु धातुतः रैट् भगिनि दिस् इस् आल्सो जल् जल् एव ओके जलन् जलन्तेभ्यः ओके झल् हु इति धातु धानधानयोः हु इति भवति. लिह् योगः हि हु जल्भ्यो हेदिः इत्यनेन हि स्थाने धि आदेशः भवति. लिह् योगः धि ओके जषस्ततोर्धोर्धः जश् उत्तर किञ्चित् पठाम् अकिञ्चित् तत्र धकारादि प्रत्ययः साक्षात् यत्र न आगच्छति तत्र कथं साधनीयम् इति मार्गद्वयम् अतः हूजल्भ्यो हेर्दिः इति प्रथमभाग इति प्रथमम् अनन्तरम् अस्माकं परिचितसूत्रं जषस्ततोर्धोर्धः अनेन धकारादि प्रत्ययः प्रथमं साधनीयं किल अनन्तरमेव अस्माकं हल्सन्धि अवसरः भवति. आम् इदानीं द्वितीयं पठतु भगिनि. झषस्ततोर्धोधः झष् उत्तरस्य तकारतकारयोः स्थाने धकारादेशः भवति धातुं वर्जयित्वा. सूत्रं स्वयं सम्पूर्णं झषः ततोः दः अधः ओके यथा दोग् योगः ति जषस्थतोर्धोदः इत्यनेन जषन्तधातुतः धकारादेशः भवति. जषन्तधातुतः तकारस्य स्थाने धकारादेशः भवति. दोग् योगः दि. ओके, दोग् योगः ति इति स्थिते दोग् योगः दि भवति. ओके, दुग् योगः तः जषस्ततोर्धोदः इत्यनेन दुग् योगः दः भवति. ओके, तकारस्य स्थाने दकारादेशः भवति. सो हि स्थाने धि अण्ड् तकारस्थाने धि भवति. सम्यक्. तृतीयमपि पठतु भगिनी. मध्यमपुरुष बहुवचनस्य आत्मनेपदे लटि द्वे लोटि लङ् च द्वं भवति. दिस् इस् वाट् ऐ वास् एक्स्पेक्टिङ्ग् भगिनि. बट् ओके ओके. मध्यमपुरुष बहुवचनस्य आत्मनेपदे लटि द्वे लोटि लङि च द्वं भवति. ओके, यदा धकारादिप्रत्ययः सञ्जातः तदा हलन्तधातुभ्यः तकारादिप्रत्ययानां योजनविधिः अधो यथा लिखितः तथा कुर्वन्तु. ओके, सम्यक् भगिनी, धन्यवादः. अतः यत् द्वे द्वम् इति तु साक्षात् उक्तम् अस्ति. अनन्तरं वयं साधयामः जषस्ततोर्धोर्धः पूजल्भ्यो हेर्दिः इत्यनेनापि धकारः आगच्छति. अनन्तरमेव अस्माकं कार्यम्. अरुणा भगिनी बि भागः पठति वा? एकः प्रश्नमस्ति भगिनि. जषस्ततोर्धोर्धः सूत्रेण तकारस्थाने धकारादेः, तदनन्तरं न इदानीं तत्र किं कृतवन्तः किल, धकारादि प्रत्ययः निर्माणं कृतवन्तः, अनन्तरमेव कार्याणि. इदानीम् आगच्छति जलां जश् जशि, प्रायः भवती एव पठति, तत्र आगच्छति. आगच्छति, आम् अवश्यम् आगच्छति. हलन्तधातुभ्यः धादिप्रत्ययः चेत् पञ्च सम्भावनाः. अत्र अस्माकं प्रमुखसिद्धान्तः जस्त्वं. किमर्थं प्रत्ययस्य आदौ यः धकारः अस्ति सः झषि अस्ति किल. वर्गस्य तृतीयचतुर्थयोः अन्यतमः वर्णः अस्ति. यत्र प्रत्ययस्य आदौ सकारः तकारः तकारः च अस्ति तत्र प्रत्ययस्य आदिमवर्ण खरि आसीत् इति कारणतः खरिच इत्यनेन सर्वत्र शब्दं भवति स्म. परश्च धातुना खर् नापि तु झष् परे अस्ति, अतः झस्त्वं भवति. नाम वर्गस्य तृतीयसदस्य आदेशः. सूत्रम् इदं पुनः झस्त्वं भवति. तदवगतं किल किं भवति इति? न अवगतं, तदेव अहं चिन्तयामि. अत्र अस्माकं प्रथमं धकार अस्ति. धकार खरवर्णः अस्ति, ततः जस्तं भवति. ओके, पूर्वं यदा वयं दृष्टवन्तः तत्र आदौ सकारः तकारः तकारः आसीत् पूर्वतनपाठे. तत्र खरि खर् वर्णः आसीत् इति कृत्वा सर्वत्र तत्र खरि च इत्यनेन चर्त्वं भवति. परन्तु इदानीं तकारः तु कर् नास्ति, जश् अस्ति, अतः तत्र तृतीयस्य आदेशस्य सम्भावना. जलां झषि प्रथमवाक्यम् अनुवृत्तिसहितसूत्रं भवति. जलां झषि जलां स्थाने झष् आदेशो भवति, झषि परे. अनुवर्तिसहितसूत्रं जलां झष् झषि संहितायां. तदेव अग्रे उच्चवती पृष्ट. धात्वान्ते वर्गस्य प्रथमः द्वितीयः तृतीयः चतुर्थः च वर्णः येषु अन्यतमश्चेत् धात्वे झष्त्वं जलां झष् झषि सूत्रेण. उदाहरणं ख स्थाने गकार जलां झष् झषि इति सूत्रेण. उदाहरणं शासक् युगहि चाषक् युहधि जलं जशो जशस्ततोर्दु हलन्तधातुः नास्ति किल जशन्तधातुः इति वक्तव्यमासीत् जलन्तधातुः नास्ति जशस्ततोर्दोर्धः एव किल तत्र तदेव अहमपि चिन्तयामि हूजल्भ्यो हेर्तिः वा आं हूजल्भ्यो हेर्तिः आमामां जलन्तधातुः अस्ति हूजल्भ्यो हेर्तिः आं भगिनि तदनन्तरं जलं जस् जषि इति सूत्रेण गकार आगच्छति तृतीयवर्णः इति रूपं भवति सम्यक् धन्यवादः भगिनि विजया भगिनी अग्रिमं पठति वा कवर्गस्य तु जलां जश् जशि इत्यनेन तृतीयवर्ण आदेशः भवति हूजल्भ्यो हेर्भिः अनन्तरं जलां जश् जशि इदानीं भगिनि विजया भगिनी अग्रिमम् च ज इत्युक्ते तत् स्थाने गकारः आगच्छति चोः कुः इति सूत्रेण जल् स्थाने जष् जषि भवति जार्जर्ज् योगः हि जार्जर्ज् योगः दि जर्ग् इति भवति जर्ग् योगः दि जर्ग् योगः दि जर्ग् दि इति अत्र प्रथमं जर्ज् योगः हि तत्र प्रथम अन्तिम जकारस्य स्थाने गकारः भवति हि स्थाने दकारः हास्थाने दकारः भवति अन्तिमवर्णः अनन्तरं जलां जस् जस् इति सूत्रेण तृतीयवर्णः आगच्छति चतुर्थवर्णस्य स्थाने अन्तिमरूपं जर् जर् दि इति अन्तिमरूपं निष्पन्नं किन्तु व्रच व्रज सृज मृज यज राज ब्राज इति सूत्रेण शकारः आदेशः भवति शकारस्य स्थाने डकारः स्टोः स्टुना स्टुः इति सूत्रेण यायज् योगः हि यायज् इति भवति ब्रश्च ब्रच इति सूत्रेण यायज् योगः दि यायश् इति भवति अनन्तरं शकारस्य स्थाने न हि स्थाने दि भवति यायश् योगः दि इत्युक्ते यायश् योगः दि तत्र तत्र यायश् योगः डि शकारस्य स्थाने डकारः भवति अनन्तरं यायट् योगः डि यायड् योगः डि भवति यायड् यायङ्कि भगिनि यायड्डि एव भगिनि यायद्वितीयवर्णः ब्रश्च ब्रश्च इत्यनेन षत्वम् अनन्तरं स्टुनाष्टुः इत्यनेन ष्टुत्वम् अनन्तरं जलां जष् जषि इत्यनेन जष्त्वम् तत्र यद् दकारः भवति तदेव द्रष्टव्यं जषस्ततोर्दोर्धः वा अस्माकं हूजल्भ्यो हेर्भिः वा इत्येव तत्र परिशीलनीयम् अन्यत् सर्वं तु यथासामान्यं ब्रश्च ब्रश्च षत्वं ष्टुनाष्टुः जलां जश् जषि प्रायः अग्रे आगच्छति तथापि तुक्सहितचकारः अपि पठतु भगिनि कुत्र अस्ति भगिनि तुक् अग्रिमबिन्दुः यायज् पठितवती न तस्मात् पूर्वं तुक् सहितचकारान्तदातुः आ आं तुक् सहितचकारान्तदातुः इति चेत् च्वोः श्रूडानुनासिके च इत्यनेन षत्वं पाप्रच् योगः हि पाप्रच् योगः दि पाप्रश् योगः दि पाप्रश् योगः दि पाप्रड् योगः दि पाप्रड्डि इति भवति तत्र सुक्तवितः अर्थ एव विशेषः तदेव तत्र स्मर्तव्यं तत् ताळव्यशकारस्य अनन्तरम् आनयनम् अनन्तरमेव मूर्धन्यशकारः तुक्स्थगितः तत्र चकारस्य स्थाने मध्ये तकारः आगच्छति तकारस्य स्थाने चकारः स्वोः स्टूडनुनासिके इत्येन षत्वं भूत्वा पाप्रच् अन्तिमरूपं पाप्रड्डि इति भवति इति भवति समीचीनम् अस्तु अत्र अद्य अत्र स्थगयामः अनन्तरं वयम् अग्रिमसप्ताहे अस्मिन् पाठस्य अनुवर्तनं कुर्मः कुत्र हूजल्भ्यो हेर्भिः कुत्र अग्रिम जषस्ततोर्धोर्धः इति एव किञ्चित् चिन्तनीयम् अन्यत् सर्वं तु यथा सामान्यम् एव लघुपाठः एव भगिनी पुनः वदतु भगिनि कुत्र कुत्र हूजल्भ्यो हेर्भिः भवति अनन्तरं कुत्र जषस्ततोर्धोर्धः भवति इति चिन्तनीयम् अग्रे आगच्छति तदेव भेदः अन्यत् सर्वं यथा वयं पूर्वं दृष्टवन्तः समानक्रमः एव प्रक्रिया लेखनीयं खलु भगिनि प्रक्रिया सर्वदा लेखनीयमेव सर्वदा लेखनीयमेव गणितपाठः एव गणितमेव गणितपाठः एव अस्तु भगिनि धन्यवादः शुभदिनं भगिनि धन्यवादः धन्यवादः धन्यवादः